नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां हार्दं स्वागतम्। अस्माकं विषयः अस्ति तुदादिगणः इति विषयः अनुवर्तते। तत्र विशेषदातवः इति विषयः अधीयमानः अस्ति। तत्र विशेषधातुषु दीर्घऋकारान्तधातूनां अध्ययनं प्रवर्तमानमस्ति। तत्र दीर्घऋकारान्तधातूनां विषये अस्माभिः एकं सूत्रम् अधीतमासीत्, ऋत इद्धातोः इति सूत्रम् अधीतमासीत्। तर्हि दीर्घऋकारान्तधातोः ह्रस्वैकारादेशः भवति इति उक्तं। तस्य विषये अपि दीर्घचर्चा जाता गतवर्गे। अस्मिन् सूत्रे परनिमित्तं यद्यपि सूत्रे न उक्तम्, इत्युक्ते तत्र सप्तमीविभक्त्यन्तं पदं नास्ति सूत्रे, तथापि सप्तम्यन्तं पदस्य अपेक्षा वर्तते। किमर्थम् अपेक्षा वर्तते? खाद्यं प्रक्रियायां सप्तमी अस्ति चेत् कार्यं पूर्वपदस्य षष्टिविभक्ति स्थानं भवति, अङ्गस्य इत्यस्य अधिकरणे भवति इति कारणात् अत्र प्रत्ययः भवति एव इति अर्थः। सत्यम्, उत्तमम्। इत्युक्ते तत्र यद्यपि सूत्रे परनिमित्तं नास्ति, अत्र कितीमिति प्रत्यये परे, पिति प्रत्यये परे इति किमपि न उक्तं सूत्रे, तथापि अत्र परनिमित्तस्य अपेक्षा वर्तते। किमर्थं चेत् सूत्रम् अङ्गस्य इति अधिकारे अस्ति। अङ्गस्य इति अधिकारे अस्ति चेत् तत्र प्रत्ययः, कश्चन प्रत्ययः परः भवेत् खलु, नो चेत् अङ्गसंज्ञा एव न लभ्यते। अतः अत्र तत्र अङ्गस्य अनन्तरं तत्र प्रत्ययः अस्ति। प्रत्ययः अस्ति इति कृत्वा तत्र अङ्गसंज्ञा जायते। धातोः अङ्गसंज्ञा कदा जायते? यदा प्रत्ययः परः अस्ति। अतः यद्यपि अस्मिन् सूत्रे परसप्तमी किमपि न उक्तं, तथापि सप्तम्यन्तपदस्य अपेक्षा वर्तते, इत्युक्ते प्रत्ययस्य अपेक्षा वर्तते। तर्हि सः प्रत्ययः कीदृशः भवेत्? पित् प्रत्ययः भवेत् वा, कित् प्रत्ययः भवेत् वा, नित् प्रत्ययः भवेत् वा इति यदि वयं विचारयामः, तदानीं तत्र किं ज्ञायते इति चेत् तस्य विषये एव गतवर्गे चर्चा जाता। यत् अत्र पित् प्रत्ययः अस्ति चेत् तदानीं तत्र परत्वात् सार्वधातुकार्धधातुकयोः इत्यनेन अथवा सार्वधातुकार्धधातुकयोः इत्यनेन एव गुणः जायते परत्वात्, यतोहि द्वयोः अपि अवकाशः अस्ति। अतः अत्र फलितार्थः कः इति चेत् कितिमिति प्रत्यये परे एव अस्य सूत्रस्य कार्यं भवति। पित् प्रत्ययः अस्ति चेत् तत्र सार्वधातुकार्धधातुकयोः इत्यनेन गुणः एव सम्भवति इति अस्माभिः चर्चितम् आसीत्। तत्र दीर्घऋकारस्य स्थाने ह्रस्व इकारादेशः भवति इति उक्तं, तर्हि सः इकारः रपरः भवति, यतोहि तत्र उरण् रपरः इति सूत्रमपि अस्ति। तर्हि उरण् रपरः इति सूत्रस्य विषये अपि अस्माभिः तत्र चर्चितमासीत् यत् उरण् रपरः इति परिभाषासूत्रमस्ति। तर्हि यत्र यत्र ऋकारस्य स्थाने अणादेशः भवति सः तदा रपरः भवति इति उक्तं। तर्हि एतादृशपरिभाषायाः किमर्थम् अवकाशः, किमर्थम् अस्य आवश्यकता? औरण्ड्रपरः इति मास्तु, किमर्थं परिभाषा इत्युक्ते अनियमः, अनियमः अस्ति वा? किमर्थम् अस्य कार्यम् इत्युक्ते परिभाषायाः कार्यं कुत्र भवति? यत्र अनियमः अस्ति, अनियमकारिणी परिभाषा खलु, अत्र कः अनियमः? किमर्थम् अस्य सूत्रस्य आवश्यकता इति एव प्रश्नः उदेति। तदर्थं तत्र अत्र किञ्चित् स्थापितमस्ति, तत् एकवारं पठामः। अत्र उरण् रपरः इत्यस्य सम्यक्तया बोधार्थं गुणसन्धिम् एकवारम् अवलोकयाम इति अस्ति, ततः आरभ्य पठामः। शुभदा भगिनी पठति वा? आं भगिनि, उरण् रपरः इतः, उरण् रपरः इति सूत्रमस्ति खलु, तस्य अनन्तरं किञ्चित् अधः पश्यति चेत् हलीच इति सूत्रमस्ति, तस्य अनन्तरं अत्र उरण् रपरः इत्यस्य सम्यक्तया बोधार्थं गुणसन्धिम् एकवारम् अवलोकयाम अ आ योगः इ इ ए अ आ योगः उ उ ओ अ आ योगः ऋ ऋ अर् इति सामान्यनियमः अस्ति, परन्तु गुणसंज्ञाविधायकसूत्रम् अदैं गुणः इत्यनेन अ ए ओ इत्येषाम् एव वर्णानां गुणसंज्ञा भवति, तत्र अर् किमपि नास्ति। यत्र गुणसन्धिः अपेक्षितः तत्र आद्गुणः इत्यनेन वर्णात् अचिपरे पूर्वपरयोः एकः गुणादेशः भवति। गुणादेशः नाम पूर्वपरयोः स्थाने अ वा ए वा ओ वा आगच्छेत्, तत्र अर् तु नास्ति एव। तर्हि अयोगः ऋ अर् कथम्? वस्तुतः ऋकारस्य गुणसन्धिः एवं भवति, अयोगः ऋ अ ए ओ इत्येषु गुणसंज्ञकवर्णेषु कश्चन स्वीकर्तव्यः। अधुना स्थानेन्तरतमः इति सूत्रेण ध्वनिदृष्ट्या तेषु त्रिषु द्वयोः वर्णयोः स्थाने कस्य गुणसंज्ञकवर्णस्य उच्चारणार्थं स्थानतौल्यमस्ति इति अवलोकनीयं भवति। अकारस्य कण्ठस्थानं, ऋकारस्य मूर्धास्थानम्। अ ए ओ इति गुणसंज्ञकवर्णेषु कस्यापि कण्ठमूर्धास्थानं नास्ति। अ कण्ठस्थानम्, ए कण्ठतालुस्थानम्, ओ कण्ठोष्ठस्थानम् इति तेषु त्रिषु अ ऋ इत्यनयोः स्थाने अकारस्य एव अधिकसाम्यं वर्तते। अतः अ ऋ इत्यनयोः स्थाने अ इत्यस्य गुणादेशप्राप्तिः। अधुना ऋ स्थाने यः अकारः आगतः सः अन्प्रत्याहारस्य सदस्यः, अतः उरण्परः इत्यनेन रेफः परः भवति। तर्हि आहत्य अ आ योगः ऋ ऋ आद्गुणः इत्यनेन पूर्वपरयोः स्थाने अ इति उरण्परः भूत्वा अर्। उदाहरणार्थं महायोगः ऋषिः, अत्र मह योगः अर् योगः षि महर्षिः इति तस्य अन्तिमं रूपं सिद्ध्यति। अत्र गुणसन्धिः कथमस्ति वयं जानीमः, अ आ इ इ तस्य पूर्वपरयोः स्थाने ए इति एकादेशः, अ आ योगः उ उ अस्ति चेत् ओ इति एकादेशः, अपि च अ आ योगः ऋ ऋ अस्ति चेत् अर् इति एकादेशः भवति इति गुणसन्धिं वयं जानीमः। इति तु सामान्यनियमः अस्ति, परन्तु यदा अदेङ्गुणः इति संज्ञासूत्रमस्ति तेन गुणसंज्ञकवर्णानां यदा संज्ञा भवति तत्र विधेय तु अ ए ओ इति अस्ति। अ ए ओ इत्येषाम् इति गुणसंज्ञकवर्णाः सन्ति इति अदेङ्गुणः इति सूत्रं वदति। तदा गुणसन्धिः यदा अपेक्षितः अस्ति तदा आद्गुणः इत्यनेन पुनः अचिपरे पूर्वपरयोः अवर्णात् अचिपरे पूर्वपरयोः स्थाने अ ए ओ इति एव आगच्छेत्, परन्तु अर् इति तु कुत्रापि नास्ति एव। तर्हि अयोगः ऋ अवर्णात् अचिपरे ऋ इति अपि स्वरः अचुवर्णः, तर्हि अ अवर्णात् ऋ परे अस्ति चेत् अर् इति कथं भवति इत्युक्ते ऋकारस्य गुणसन्धिः अ योगः ऋ अत्र अ ए ओ इत्येतेषु गुणसंज्ञकवर्णेषु एव कश्चन वर्णः एव स्वीकर्तव्यः। तर्हि अत्र स्थानेन्तरतमः इति सूत्रं प्रतिपादनार्थं वयं स्वीकुर्मः चेत् तस्य स्थानतौल्यं यदा वयं पश्यामः चेत् अकारस्य कण्ठस्थानमस्ति, ऋकारस्य मूर्धास्थानमिति अस्ति। तर्हि अ ए ओ इत्येषु कस्यापि कण्ठ वा मूर्धास्थानं वा नास्ति एव। तर्हि कथं करणीयं? तर्हि अ इत्यस्य कण्ठस्थानम्, ए इत्यस्य कण्ठतालुस्थानम्, अपि च ओ इत्यस्य कण्ठोष्ठस्थानम् इति अस्ति। इति त्रिषु एषु त्रिषु अ ऋ इत्यनयोः अधिकाधिकसाम्यं कस्य वर्तते चेत् अकारस्य एव वर्तते, यतोहि तस्य स्थानं कण्ठस्थानमिति अस्ति। अ ऋ इत्येतेषाम् अ इति कण्ठस्थानमस्ति। तर्हि अ इत्यस्य अ ए ओ इत्यस्मात् अ इत्यस्य अ इति गुणसंज्ञकवर्णः वयं स्वीकुर्मः, गुणरूपेण स्वीकुर्मः. तर्हि रु इत्यस्य स्थाने अकारः यदा आगच्छति तत्तु उरण् रपरः इत्यनेन तत् रपरः भवति, रेफः रेफः भवति तस्मात् परम्. अतः अयोगः रु रु अस्ति चेत् आद्गुणः इत्यनेन अ आगच्छति. स्थानतौल्यं स्थानतौल्यस्य विचारं कृत्वा अ इति एव आगच्छति. तत्तु उरण्परः इत्यनेन रपरः भूत्वा अर् इति भवति. यदा महायोगः ऋषि, अत्र महा इत्यस्य हकारोत्तरवर्ती आकारः अस्ति, तदनन्तरं ऋ इति अस्ति चेत् आयोगः ऋ तत्र गुणसंज्ञकवर्ण अ इति आगच्छति. तत्तु रपरः भूत्वा अर् इति भवति. तदा महयोगः अर् योगः षि, तत्र महर्षिः इति अन्तिमं रूपं सिद्ध्यति. हा, बहु समीचीनं भगिनि, तथैव अस्ति. इत्युक्ते अत्र अत्र गुणसन्धि एकम् उदाहरणरूपेण स्वीकृतमस्ति. अत्र उरण्परः इत्यस्य कार्यं कथं भवति इति प्रतिपादनार्थम्, एवमेव उरण्परः इत्यस्य कार्यम् अन्यत्र अपि भवति इति अवगन्तव्यं, न केवलं गुणसन्धेः विषये. अत्र एकः प्रश्नः अस्ति. अत्र सूत्रद्वयं वर्तते गुणसन्धि विषये, गुणसन्धिसम्बद्धसूत्रद्वयं वर्तते. एकं तु अदेङ्गुणः इति संज्ञासूत्रमस्ति, येन संज्ञा विधीयते. अकारः, एकारः, ओकारः इत्येतेषां वर्णानां गुणसंज्ञा विधीयते. तर्हि गुणसंज्ञाविधायकसूत्रम्. अनन्तरं द्वितीयं सूत्रम् आद्गुणः इत्यनेन गुणसन्धिविधायकं सूत्रम्. तर्हि अत्र एकः मूलप्रश्नः अस्ति, अत्र गुणसन्धिः इति किमर्थं वदामः? किमर्थम् अत्र अत्र किमुक्तम्? अवर्णात् अचीपरे इति उक्तं खलु, अवर्णात् अचीपरे. तर्हि किमर्थम् अत्र अत्सन्धि अथवा अवर्णसन्धिः इति किमर्थं न वदामः? किमर्थं गुणसन्धिः इति वदामः? तत्र सन्धेः अपि शक्यता वर्तते. यथा अवर्णात् पुनः वदतु. अन्यसन्धीनामपि शक्यताः वर्तन्ते. यदा यथा अवर्णात् सवर्ण अचुवर्णपरे अस्ति चेत् अकस्सवर्णे दीर्घः अपि भवति, दीर्घादेशस्य अपि प्रवृत्तिः प्रसङ्गः भवेत् अवर्णात् अचिपरे अस्ति चेत्. तथैव यण्वर्णस्य अपि तत्र शक्यता तत्र वर्तते. अतः तस्य तस्मात् एतेभ्यः सन्धिभ्यः गुणसन्धिः किञ्चित् आदेशरूपेण गुणवर्णः आयाति, तत्कारणमेव इति अस्ति इति अस्ति. यद्भव शुभदा भगिनी यद्भवती प्रतिपादयन्ती अस्ति, तत्तु तत्र किमर्थं तत्र इक्की परे अवर्णात् इकी परे इति फलितार्थः किमर्थम् इति अस्मिन् विषये भवती वदन्ती अस्ति. अवर्णात् अचीपरे इति सूत्रे यद्यपि उक्तं तत्रापि तथापि अवर्णात् इकी परे इति एव फलितार्थः अस्ति इति उक्तं, तत् समीचीनं. परन्तु मम प्रश्नः अस्ति, किमर्थं गुणसन्धिः इति नामकरणं? लोके तु गुणसन्धिः, वृद्धिसन्धिः इति एव नामकरणम् अस्ति खलु. किमर्थं तादृशनामकरणं? यतोहि तत्र बहूनि निमित्तानि सन्ति खलु. तर्हि किमर्थं गुणसन्धिः अथवा वृद्धिसन्धिः इति नामकरणम् इति चेत्, तत्र यत् विधीयमानः अस्ति, यः विधीयमानः अस्ति, तदाधारीकृत्य एव संज्ञा भवति. अत्र गुणः एव विधीयते खलु, गुणः एव आदेशरूपेण विधीयते इति कृत्वा गुणसन्धिः. वृद्धिसन्धिं पश्यामः चेत् वृद्धिः एव विधीयते, अतः वृद्धिसन्धिः. अतः यः विधीयमानः अस्ति, यः आदेशरूपेण विधीयमानः अस्ति, तमाधारीकृत्य सन्धेः नामकरणं, न केवलं व्याकरणशास्त्रे, सर्वेषु शास्त्रेषु एवमेव. अत्र भगिनी अहं चिन्तितवती किमर्थं तत्र गुणः एव भवति इति. अतः तस्य किमर्थम् अचिपरे इति उक्तं? न न एकक्षणं पश्यन्तु, किमर्थम् अचिपरे इति उक्तं तत्सर्वं भिन्नवार्ता. तत्र किमर्थम् अचिपरे उक्तम् इत्युक्ते तत्र अनुवृत्तिः अस्ति इति कृत्वा अचि इको एणचि इत्यस्य अनन्तरम् अस्ति इति इदं सूत्रमिति चिन्तयामि. अतः अचि इत्यस्य अनुवृत्तिः तथैव स्वीकृतमस्ति लाघवार्थं. सा तु भिन्नवार्ता. मम प्रश्नः सरलः प्रश्नः, लोकव्यवहारे गुणसन्धिः वृद्धिसन्धिः इति किमर्थं नामकरणं? गुणसन्धि सूत्रं पश्यामः चेत् आद्गुणः इति सूत्रं पश्यामः चेत् अवर्णात् अचि परे इति अस्ति, पूर्वपरयोः एकः गुणादेशः भवति इति उक्तं. तर्हि तत्र किमर्थं गुणः एव तत्र स्वीकृत्य गुणं स्वीकृत्य गुणसन्धिः इति उक्तं? किमर्थम् अच्सन्धिः अथवा अवर्णसन्धिः इति किमर्थं न उक्तं? यतोहि तत्र अवर्णात् अचि परे एकः पूर्वपरयोः गुणादेशः इति सर्वाणि पदानि सन्ति. तत्सर्वं वयं पश्यामः चेत् किमर्थं गुणसन्धिः इति नामकरणम् इत्येव मम प्रश्नः. किमर्थं तत्र अवर्णसन्धिः अच्सन्धिः इति किमपि नास्ति, किमर्थं गुणसन्धिः इत्येव उच्यते, एवमेव वृद्धिसन्धिः इति किमर्थम् उच्यते इति चेत्, अत्र अस्माकं सर्वेषु शास्त्रेषु यः विधीयमानः अस्ति तर्हि तस्य एव नामकरणं भवति. यत्किमपि शास्त्रं वयं पश्यामः चेत् अत्र तत्र मीमांसाशास्त्रं पश्यामः चेत् अग्निहोत्रं जुहुयात् इति एकं वेदवाक्यम् अस्ति. अग्निहोत्रं जुहुयात् तत्र अग्निहोत्रहोमः विधीयते, अग्निहोत्रहोमः विधीयते इति कृत्वा तत्र अग्निहोत्रविधिः इति वदन्ति, अग्निहोत्रविधिः इति वदन्ति. तर्हि किमर्थम् अग्निहोत्रविधिः इत्येव वदन्ति इति चेत् तत्र होमः विधीयते इति कृत्वा. एवमेव यत्किमपि शास्त्रं पश्यामः चेत् तत्र किमपि उद्दिश्य किमपि विधीयते, किमपि उद्दिश्य किमपि विधीयते. अत्र आद्गुणः इति पश्यामः चेत् किम् उद्दिश्य किं विधीयते इति चेत् अवर्णः अकारः एकारः ओकारः एतान् वर्णान् उद्दिश्य तत्र गुणसन्धिः विधीयते, गुणसन्धिः तत्र गुणसंज्ञा विधीयते. एवमेव आद्गुणः इति सूत्रं पश्यामः चेत् तत्र गुणादेशः विधीयते. अतः यः विधीयमानः अस्ति तस्य एव नामकरणं भवति शास्त्रेषु इति केवलम् अवगमनार्थम् अहं वदन्ती अस्मि. अत्र अत्र दीर्घविचारस्य अवकाशः नास्ति, केवलम् एवम् अस्ति अस्माकं शास्त्रेषु इति अहं केवलं सूचयामि तावदेव. किमर्थम् अचिपरे अस्ति इति तत्तु भिन्नवार्ता अस्ति, यतोहि तत्र अनुवृत्तिवशात् अचिपरे इति उक्तं, वस्तुतः इकिपरे इति स्यात्, यतोहि इकिपरे एव अस्य प्राप्तिः भवति. आद्गुणः इति सूत्रस्य प्राप्तिः इकिपरे एव भवति, परन्तु सूत्रे अचिपरे इति उक्तम् अनुवृत्तिवशात् उक्तम् इति तत्तु भिन्नवार्ता. तत्र बलाबलचिन्तनं सर्वं भवति, सा तु भिन्नवार्ता अस्ति. परन्तु अत्र अस्माकं विषयः कः इति चेत् अत्र यदा एकस्य वर्णस्य स्थाने अन्यः वर्णः आयाति तदानीं तत्र स्थानतौल्यं भवेत्, स्थानतौल्यं भवेत्. यस्य कस्यापि वर्णस्य स्थाने यः कोऽपि वर्णः आयाति इति नास्ति. तत्र स्थानतौल्यम् अस्ति चेदेव एकस्य स्थाने अन्यः वर्णः आयाति. तर्हि तत्र गुणसन्धिं वयं पश्यामः चेत् तत्र महायोगः ऋषिः इत्यत्र आकारस्य अनन्तरं ऋकारः अस्ति. तर्हि तत्र गुणसन्धिः कथं कार्यं करोति इति वयं पश्यामः चेत् आकारः योगः ऋकारः, तर्हि तयोः स्थाने कः वर्णः आयाति इति चेत् तत्र आद्गुणः इति सूत्रस्य प्रसक्तिः अस्ति अत्र. तर्हि तत्र अवर्णात् अचिपरे अवर्णात् इकिपरे इति अस्ति. तर्हि इदानीम् अनयोः स्थाने कः वर्णः कः गुणसंज्ञकः आयाति इति चेत् अकारः एकारः ओकारः एतेषु कः वर्णः आयाति इति चेत् तर्हि तत्र आकारः कण्ठ्यवर्णः, ऋकारः मूर्धन्यवर्णः. तर्हि तत्र अकारः एकारः ओकारः एतेषु वर्णेषु कण्ठ्यवर्णः कः इति चेत् कण्ठस्थानं तु अकारस्य अस्ति, अतः गुणसंज्ञकेषु अकारः एव आयाति. परन्तु इदानीमपि आकाङ्क्षा न पूरिता. यदा अकारः ह्रस्वकारः आयाति आकारस्य ऋकारस्य अनयोः द्वयोः स्थाने यदा ह्रस्वकारः आयाति तदानीम् अपि आकाङ्क्षा न पूरिता. किमर्थम् आकाङ्क्षा न पूरिता इति चेत् तत्र आकारः तु कण्ठ्यवर्णः अस्ति, परन्तु ऋकारः तु मूर्धन्यवर्णः अस्ति खलु. इदानीमपि तत्र स्थानद्वयम् अस्ति, स्थानद्वयस्य स्थाने एकः एव एकं स्थानम् आयाति चेत् आकाङ्क्षा न पूरिता भवति. अतः एव तत्र रेपः अपि आयाति, यतोहि रेपः मूर्धन्यवर्णः. इदानीम् अर् इति वदामः चेत् तत्र कण्ठमूर्धास्थानयोः इदानीं पुनः कण्ठमूर्धास्थानम् आयाति चेत् तदानीम् आकाङ्क्षा पूरिता भवति, तत्र स्थानतौल्यं भवति इति कृत्वा उरण्ड्रपरः इति सूत्रं स्थापितमस्ति परिभाषारूपेण. यत्र यत्र मूर्धन्यवर्णः अस्ति, आकाङ्क्षा न पूरिता भवति, तदानीं तत्र रेपः अपि वयं रेपमपि वयं योजयामः, तेन स्थानतौल्यं लभ्यते सर्वत्र. अतः एव उरण्ड्रपरः इति सूत्रे उक्तमस्ति. किमुक्तमस्ति? ऋकारस्य स्थाने यदा अणादेशः भवति इति उक्तम्. अणादेशः इत्युक्ते ऐ, तत्र ऐ उ इत्येव अस्ति, ऐ उ इति तावदेव. तर्हि ऐ उ इत्यत्र कोऽपि मूर्धन्यवर्णः नास्ति, तर्हि तत्र आकाङ्क्षा क्षामिता न भवति, आकाङ्क्षा पूरिता न भवति. तदर्थं तत्र ऋकारस्य स्थाने यदा अणादेशः भवति तदानीम् आकाङ्क्षा पूरिता न भवति इति कृत्वा, इत्युक्ते स्थानतौल्यं न लभ्यते, स्थानतौल्यं न लभ्यते इति कृत्वा तत्र आदेशः रपरः भवति इति उक्तम्. अतः यत्र कुत्रापि ऋकारस्य स्थाने अनादेशः भवति, अनादेशेषु वयं पश्यामः चेत् कण्ठ्यवर्णः, तालव्यवर्णः, दन्त्यवर्णः इति एवं रूपेण भवति, तर्हि आकाङ्क्षा पूरिता न भवति. अतः मूर्धन्यवर्णस्य अपेक्षा अस्ति, मूर्धन्यवर्णः स्थापयामः चेत् एव तत्र आकाङ्क्षा अथवा स्थानतौल्यं लभ्यते इति कृत्वा अत्र परिभाषारूपेण उरण्ड्रपरः इति सूत्रं स्थापितमस्ति. तस्य उदाहरणं गुणसन्धिविषये अत्र उक्तमस्ति. एवमेव अन्यत्रापि द्रष्टव्यम् इत्येव वार्ता. अवगतं वा? आं भगिनि, आं भगिनि. अस्तु, समीचीनं. तर्हि इदानीम् अग्रे गच्छामः. तर्हि अग्रे तत्र अरुणभगिनी पठतु. अवधेयं यत्, अवधेयं यत् ऋत इत्धातोः इति सूत्रं कितिनिति प्रत्ययपरे एव कार्यं करोति. अतः सार्वधातुकलकारेषु यत्र विकरणप्रत्ययः अपित् नास्ति तत्र यद्यपि प्रसक्तिः तु अस्ति, किन्तु प्राप्तिः न भविष्यति. वृत्तान्ते भवादिगणे तु तृ इति धातुः, यद्यपि ऋकारान्तधातुः अस्ति तथापि ऋतितधातु इत्यनेन ऋस्थाने इकारादेशः न भवति. भवादिगणे शपित् अस्ति, अतः सार्वधातुक आर्धधातुकयो इति सूत्रेण गुणः भवति. उदाहरणम् अत्र सूत्र अत्र परिचयः अस्ति. ऋत इति धातोः निमित्तं किम् इति चेत् न उक्तं, परन्तु अस्ति चेत् कितिनिति प्रत्ययपरे एव भवति. अतः सार्वधातुकलकारेषु विकरणप्रत्यय अपित् अस्ति, अपित् नास्ति तत्र अत्र तत्र प्रसक्तिः अस्ति, प्राप्तं न भवति. उदाहरणार्थं भुवादिगणे अपि तृधातु तृ इति धातु अस्ति, अत्र विकरणप्रत्यय शप् पित् अस्ति, तत्कारणात् ऋत इति धातुः इत्यनेन कार्यं न करोति, केवलं सार्वधातुक आर्धधातुकयोः सूत्रेण एव गुणः भवति. उदाहरणं तृ युग शप् तृ युग आ थर् युगः अय आ थर इति अङ्गं थरति इति लट्लकारप्रथमपुरुषेकवचनं. किमर्थं किमर्थं प्राप्तिः न भविष्यति ऋत धातोः? अत्र ध्रुत् तदनन्तरं शप् अस्ति, शप् इस् पित् अस्ति, अपित् नास्ति, अपित् नास्ति कारणात् कित् नास्ति, किन्तु किमिति सूत्रं कार्यं न करोति. सत्यं सत्यं, कितिनिति प्रत्ययपरे इति फलितार्थः अस्ति खलु. ऋतधातोः इति सूत्रे कितिनिति प्रत्ययपरे इति फलितार्थः अस्ति, परन्तु सूत्रे तथा किमपि न उक्तं खलु. अतः अतः यदि तृयोगः शप् इति पश्यामः चेत् तृयोगः शप् इत्यत्र ऋतधातोः इत्यस्यापि प्रसक्तिः सार्वधातुकार्धधातुकयोः इत्यस्यापि प्रसक्तिः अस्ति। तर्हि कस्य कार्यं भवति? सार्वधातु अर्धधातुकयोः एव कार्यं करोति। कारणमस्ति शप् विकरणप्रति अपित् अस्ति न अपित्। तत् समीचीनं, परन्तु किमर्थं तथा वदामः? पित् अस्ति चेत् सार्वधातुकार्धधातुकयोः एव इति किमर्थं वदामः? तिंशित् सार्वधातुकम् इति वयं जानीमः न? तेन किञ्चित् सार्वधातुकम् इति संज्ञा अस्ति न भगिनि? तद्भवतु, तेन शप्रत्ययः सार्वधातुकसंज्ञकः इति अवगच्छामः। परन्तु मम प्रश्नः, भवती तु अन्तिमफलं वदति, यतोहि तत्र वदति तत्र पित् प्रत्ययः अस्ति चेत् सार्वधातुकार्धधातुकयोः एव भवति इति वदति। परन्तु मम प्रश्नः, किमर्थं पित् प्रत्ययः अस्ति चेत् सार्वधातुकार्धधातुकयोः एव कार्यं करोति? किमर्थं? तत्र तर्कः कः? बलाबलचिन्तनं किम्? परसूत्रमस्ति सार्वधातुकार्धधातुकयोः। समीचीनम्। इत्युक्ते सूत्रद्वयं वयं पश्यामः चेत् द्वयोः अन्यत्र लब्धावकाशः अस्ति, अतः सार्वधातुकार्धधातुकयोः इति परसूत्रमस्ति, अतः विप्रतिषेधे परं कार्यम् इति सूत्रेण अत्र सार्वधातुकार्धधातुकयोः इत्यस्य एव प्राप्तिः भवति, न तु ऋतधातोः इत्यस्य इति अवगन्तव्यम्। अस्तु, तर्हि इदानीम् अग्रे शोभा भगिनि। आं भगिनि, अतः गणम् अनुसृत्य ऋकारान्तधातूनां कः भेदः इति पश्येम। भ्वादिगणे तृ इति धातुः गुणः तरति, तृ इत्यस्य तत्र अर् इति भवति, तरति। दिवादिगणे जृ इ आदेशः हलि च दीर्घः जीर्यति। तुदादिगणे कृ इ आदेशः अजादिः अपित् अतः न दीर्घः किरति। अग्रे अपि पठनीयं वा भगिनि? अत्र किमस्ति इति एकवारं प्रतिपादयतु। अत्र यथा यतोहि पूर्वं तत्र उक्तं अदेङ्गुणः इत्यस्य प्रसक्तिः अपि च अधुना ऋतधातोः अपि च सार्वधातुकार्धधातुकयोः इति दृष्टवन्तः। अतः गणम् अनुसृत्य ऋकारान्तधातूनां कः भेदः इति पश्येम। भ्वादिगणे तृ इति दीर्घऋकारान्तधातुः अस्ति चेत् गुणः भवति, तरति। भ्वादिगणे तत्र शप् इति प्रत्ययः विकरणप्रत्ययः आगच्छति, पित् अस्ति, अतः तत्र सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भूत्वा तरति इति भवति। दिवादिगणे दिवादिभ्यः श्यन् इत्यनेन तत्र अपित् अस्ति, तर्हि तत्र किं भवति? जृ इति धातुः तत्र इ इति आदेशः हलि च तत्र अपित् अस्ति, गुणस्य प्रसक्तिः नास्ति। अपि च हलिच इति सूत्रं दृष्टवन्तः, तेन तत्र इकारादेशः भवति, यत्र इत्युक्ते ऋकारस्य स्थाने इ आदेशः, अतः तत्र जकारः योगः ऋकारः, अधुना ऋकारस्य इ आदेशः भूत्वा जि इति भवति हलिच इत्यनेन। तदनन्तरं एकक्षणं भगिनि, तत्र दृष्टवन्तः इकारः भवति किन्तु हलिच इत्यनेन दीर्घः भवति। न, केवलम् इकारादेशः भवति वा? केवलम् इकारादेशः भवति वा? पुरन्ध्रपरः इति सचरपरः भवति। केन सूत्रेण ह्रस्वैकारादेशः भवति अत्र? जृ इत्यस्य खलु। इत्यस्य गीते तथा उरळ्रपरः इत्यनेन तु नास्ति. अस्तु, उरळ्रपरः इत्य ऋकारस्य स्थाने यदा अण् आदेशः भवति तत्र उस्थाने पूर्वस्मिन् वर्गे न आगतवती. क्षम्यतां भगिनि. अस्तु अस्तु, नास्ति चिन्ता. तत्र मीना भगिनि किञ्चित् सहायं करोतु. अत्र जृ दृ इति ऋकारान्तधातुः अस्ति, तस्मात् ऋत इत् धातोः इति सूत्रेण इ भवति. तदनन्तरं उरण्परः इति सूत्रेण इर् भवति, रेपसहितं भवति, इर् भवति. तत्र धातु दिवादिगणे, दिवादिगणे श्यन् इति हलादि, हलादि अपित् अस्ति, हल् हलादि. तस्मात् हलिच इति सूत्रेण दीर्घः भवति, जीर्यति इति भवति अन्तिमरूपम्. शोभा भगिनी अवगतं वा? आं भगिनि, ऋत धातोः इत्यनेन आरभ्य उरण्ड्रपरः, तदनन्तरं हलिच इत्यनेन. ऋत धातोः इत्यनेन इत् भवति, अङ्गस्य इत्. तर्हि तत्र जि इति एव भवति, तदनन्तरम् उरण्ड्रपरः इत्यस्य प्रसक्तिः. तर्हि तत्र तदनन्तरम् इति नास्ति, तदनन्तरम् इति नास्ति, युगपद् भवति. ऋत धातोः इति यदा कार्यं भवति तदानीमेव उरण्ड्रपरः इति अपि आयाति, अतः आदेशः इर् इति रूपेण भवति. अस्तु, तत्र उहु अण् रपरः सर्वदा. अस्तु, उहु इत्युक्ते ऋकारस्य षष्ठी. तर्हि तत्र ऋकारः, ऋकारस्य षष्ठी भवति चेत् अण् इति आदेशः, अतः तत्र रपरः एव भवेत्. अतः अतः जा जकारयोः योगः इर् इति भवति. तदनन्तरं हलिच इत्यनेन दीर्घः, विकारस्य दीर्घः. अस्तु, तत्र हा, तर्हि तत्र रेपस्य किम् अभवत्? जिर् जिर् न, पश्यतु, जिर् योगः ययोगः ति, जिर् योगः ययोगः ति इति अस्ति. ऋतधातोः इत्यस्य कार्यानन्तरं जिर् योगः ययोगः ति. इदानीं हलीज इति सूत्रेण धातुः रेपान्तः अस्ति. इदानीं जिर् इत्यत्र रेपान्तः अस्ति, रेपः अन्ते अस्ति. अनन्तरम् उपधायाम् इक् वर्णः अपि अस्ति, उपधायां ह्रस्व इकारः अस्ति, इक् वर्णः अस्ति. अनन्तरं श्यन् इति प्रत्यये यकारः हलादिः अपि अस्ति, हलि हलिपरे अस्ति खलु? सत्यम्. अतः जिर् इत्यत्र ह्रस्व इकारस्य दीर्घादेशः भवति, अतः जीर् योगः ययोगः इति जीव्यति इति भवति. अस्तु, तुदादिगणे का गतिः? तर्हि तत्र तुदादिगणे क्रु इति पुनः दीर्घरूकारान्तधातुः, तत्रापि तुदादिगणे गुणः न भवति, यतोहि तुदादिभ्यः शः इति सूत्रेण, शः श इति प्रत्ययः अकारः एव अपित् अस्ति. अतः तत्र अधुना क्रु दीर्घ क्रु योगः आ इति, तत्रापि ऋकारस्य स्थाने रूत इत् धातोः इत्यनेन, तत्रापि तर्हि तत्रापि इर् इति एव आदेशः भवेत्. इर् अधुना क्रू योग ककारयोगः इर् इर् इति आदेशः भूत्वा उरण्परः इत्यनेन तत्र इर् इति आदेशः भवति. अधुना किर् किर् इति भवति, किर् इति भवति. तदनन्तरं तत्रापि अस्य सूत्रस्य इत्युक्ते हलिच इति सूत्रस्य प्रसक्तिः एव भवति. तत्र अजादि अपि ततः न दीर्घः, किरति. अस्तु, हलिच इत्यस्य कार्यं भवति वा अत्र? न, तत्र अजादि अपित् अस्ति इति कृत्वा अतः न दीर्घः इति. हलिच इति सूत्रं किं वदति इति चेत्, हलिपरे तत्र तत्र हल् वर्ण वर्ण हल् प्रत्ययारस्त वर्णः अस्ति चेदेव एतस् हलिच इति सूत्रस्य प्रसक्तिः भवति तत्र नास्ति अतः तत्र अधुना किर् इति प्राप्तवन्तः किर् योगः अकारः शा इत्यस्य अकारः किरति इति एव भवति तत्र कृ इति धातुः सम्यक् कृ इति धातुः यदि दिवादिगणे अभविष्यत् तर्हि किं भवति रूपम् दिवादिगणे अभविष्यत् चेत् तत्र यतोहि जीर्यति तथा एव तत्रापि कीर्यति इति एव भवति इति अस्ति प्रक्रिया समाना अस्ति दिवादिगणे तु दादिगणे उभयत्र प्रक्रिया समाना अस्ति भेदः कुत्र इति चेत् केवलं हलीच एकत्र कार्यं करोति अन्यत्र हलीच कार्यं न करोति तेन तत्र रूपभेदं भवति हा दिवादिगणे शन् प्रत्ययः हलादिः अस्ति इति कृत्वा हलिपरे इति प्राप्यते तुदादिगणे श प्रत्ययः अजादिः इति कृत्वा हलिच इत्यस्य प्राप्तिः न भवति नास्ति इति वयं पश्यामः चेत् त्रिषु स्थलेषु सर्वत्र गुणस्य प्रसक्तिः अस्ति भुवादिगणे अस्माभिः किम् उक्तं सर्वधातुकार्धधातुकयोः इति सूत्रं परत्वात् कार्यं करोति अतः तरति इति रूपं लभ्यते तत्र ऋत धातोः इत्यस्य कार्यं नास्ति इति उक्तं प्रसक्तिः तु अस्ति प्रसक्तिः तु अस्ति प्राप्तिः नास्ति परत्वात् गुणः इति उक्तं तर्हि दिवादिगणे तुदादिगणे किमर्थं तथा न वक्तुं शक्यते परत्वात् गुणः एव स्यात् इति तत्र गुणस्य प्रसक् सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः एव नास्ति तत्र नास्ति वा तत्र जूयोगः अधुना दिवादिगणे श्यन् इति तत्र तु अपित् अस्ति अपित्वात् तत्र सार्वधातुक अर्धधातुकयोः कर्तृके सार्वधातुके परे अपि च अपित् अस्ति चेत् तस्य कार्यं न भवति किमर्थम् इति सूत्रे किम् अस्ति तत्र प्राप्ति नास्ति आगच्छति किन्तु प्राप्तिः नास्ति तदेव किमर्थम् किन्तु तत्र किं हलिच इति रूत न हलिच इति मास्तु हलिच इति मास्तु हलिच इत्यस्मात् पूर्वं रूत धातोः इत्यस्य प्रसक्तिः भवति खलु तत्र अपि च भवति त्रिषु स्थलेषु अपि भवति तत्तु सार्वधातुक परम् अस्ति तथापि न भवति इति प्रश्नः अधुना अस्तु यतोहि तत्र रूतै धातोः इति तत्र कार्यं न करोति चेत् अन्यत्र लब्धावकाशः निरर्थकः भवति खलु तत्र रूत इत् धातोः इति कार्यक्षेत्रं सीमितमस्ति तत्र तस्य यत्र यत्र दीर्घरूकारान्त दीर्घरूकारः धातो एवं वदति चेत् तर्हि भुवादिगणे तृ इत्यत्रापि निरर्थकं भवति खलु सूत्रं किमर्थं ऋत धातो इत्यस्य कार्यं नास्ति भुवादिगणे तत्रापि निरर्थकं भवति खलु तत्र अपवादसूत्रम् इति एक दिवादिगणे तुदादिगणे अपवादसूत्रम् इति वदति चेत् भुवादिगणे अपि अपवादः एव तर्हि तस्यैव कार्यं स्यात् तत्र किति निति प्रत्यये परे इति अपि अस्ति रूत धातोः न इति नास्ति तत्तु फलितार्थः सूत्रे तु नास्ति अस्तु रूत धातोः लक्ष्मी भगिनी किञ्चित् साहाय्यं करोतु आं भगिनि अत्र इदानीं प्रश्नः कः पुनरेकवारम् न भुवादिगणे इत्यत्र अस्माभिः उक्तं सर्वधातुकार्धधातुकयोः इति सूत्रं कार्यं करोति परत्वात् इति उक्तं दिवादिगणे तदादिगणे किमर्थं तथा न वक्तुं शक्यते परत्वात् सर्वधातुकार्धधातुकयोः इत्यस्य एव कार्यम् इति किमर्थं न वक्तुं शक्यते अत्र ऋतै धातुः इत्यस्य लब्धावकाशः तु अस्ति अन्यत्र लब्धावकाशः अस्ति तुदादिगणे च अस्ति अन्यत्रापि अस्ति तथैव सार्वधातुकार्थधातुकयोः इत्यस्यापि अन्यत्र अर्थावकाशः अस्ति. इत्यनेन भवतिगणे परत्वात् सार्वधातुकार्थधातुकयोः इति एव कार्यं करोति, गुणकार्यं सम्भवति. दिवादिगणे तु इदानीं ष्यन् इति वदामः चेत् सार्वधातुकम् अपित् अस्ति, यतोहि सार्वधातुकार्थधातुकयोः इत्यनेन तदेव कार्यं करोति, किन्तु अपित् इति कारणेन ङिति च इत्यनेन गुणनिषेधः भूत्वा तस्य गुणकार्यं न सम्भवति इति अस्ति. इत्युक्ते तत्र किम् इति चेत् इदानीं तत्र सार्वधातुकार्थधातुकयोः इति परसूत्रं नास्ति वा? परसूत्रं तु परसूत्रमेव अस्ति, हा तदेव तस्यैव प्राधान्यम् अस्ति. किन्तु पुनः तत् कार्यं यदा कर्तुम् आयाति तदा अपित् अस्ति इति कारणेन सर्वधातुकम् अपित् नीत्वा नीति चैत्यनेन गुणनिषेधः च भूत्वा कार्यं न भवति. सत्यं. तर्हि तत्र सार्वधातुकार्थधातुकयोः इति सूत्रं परसूत्रमेव. यदि तत् सूत्रम् आयाति कार्यं कर्तुं तत्र तु निषेधसूत्रं यदस्ति किनिति च इति सूत्रं यद् निषेधकसूत्रम् अस्ति तत् सर्वम् एकवाक्यता अस्ति इति उक्तं खलु गतवर्गे. सर्वधातुकार्धधातुकयोः किनिति च इति सूत्रं द्वयोः एकवाक्यता अस्ति. इत्युक्ते किम् इति चेत् तत्र इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुक आर्धधातुके सार्वधातुके आर्धधातुके प्रत्यये परे अपित् प्रत्ययः अस्ति चेत् गुणनिषेधः इति एकवाक्यता अस्ति. एकस्मिन्नेव वाक्ये तत्सर्वं भवति. इत्युक्ते किम् इति चेत् पित् प्रत्ययः अस्ति चेदेव गुणः भवति, अपित् प्रत्ययः अस्ति चेत् गुणनिषेधः भवति इति कृत्वा अत्र सार्वधातुकार्धधातुकयोः इत्यस्य प्राप्तिः न भवति. सूत्रं निषिद्धम् अस्ति, अत्र सूत्रमेव निषिद्धम् इति कृत्वा अत्र सङ्घर्षः एव नास्ति. साक्षात् ऋतधातोः इत्यस्य कार्यं भवति, अतः परत्वम् इति चिन्तनस्य आवश्यकता नास्ति अत्र. यतोहि यद्यपि परसूत्रम् अस्ति परन्तु तत् सूत्रं बाधितमस्ति, निषिद्धम् अस्ति किनिति च इति सूत्रेण निषिद्धम् अस्ति, अतः सर्वधातुकार्धधातुकयोः इत्यस्य कार्यम् अत्र न भवति. अवगतं वा शोभा भगिनी? तत्र निषेधः निषेधः भवति इति वदनीयमासीत् किनिति च इति. यत्र सूत्रस्य निषेधः भवति चेत् तर्हि तस्मात् एव तस्य सूत्रस्य प्रसक्तिः न प्राप्तिः न भवति तत्र. सत्यं, निषेधः भवति तत्र. अपि इति उक्तवती किन्तु क्निति च इति सूत्रम् आगच्छति अपि च तस्य निषेधं करोति इति वदनीयम् आसीत्. सत्यं, समीचीनम्. अस्तु, तर्हि त्रिषु स्थलेषु भेदः कथम् इति वयं जानीमः. अस्तु, तर्हि इदानीम् अग्रे तत्र अञ्जलि भगिनी पठितुम् इच्छति वा? आं भगिनि, अन्तिमपरिच्छेदं पठतु. केचन जनाः वदन्ति यत् भ्वादि तुदादिगणयोः विषयः भ्रमात्मकः, कः धातुः कस्मिन् गणे इति. किन्तु यत्र गणसम्बद्धकार्यं वर्तते तत्र अस्माकं कोऽपि भ्रमः स्यात्. भ्वादिगणे गुणकार्यं प्रवर्तते, तुदादिगणे न कुत्रापि गुणकार्यम्. तुदादिगणे विकरणप्रत्ययः अजादिः अपित्, अतः सामान्यम् अपित् निमित्तं कार्यम् अपि विशिष्टम् अजादि अपित् निमित्तं कार्यम् अपि भवतः. ये भ्वादौ न सञ्जायेते यथा दीर्घरूकारस्य ईकारः प्रवर्तते केषुचिदपि अपित्सु प्रत्ययेषु, अतः दिवादौ अपि जुरु जीर्यति, तुदादौ अपि कृ कीरति. इयङ आदेशः किन्तु अजादिषु अपित्सु एव प्रवर्तते. अत्र अचिष्णु धातु भ्रुवां व्योरियवुङ्गौ रियोगः अरियते. अत्र उपरि दृष्टमस्ति भ्वादिगणे त्रुतरति भवति, तत्र गुणादेशः भवति, परन्तु दिवादिगणे तुदादिगणे गुणादेशः न भवति. तत्र कुत्रचित् भ्रमः जातः परन्तु यदा कः धातुः कस्मिन् गणे इति जानाति चेत् कस्मिन् गणे धातुः अस्ति चेत् गुणकार्यं भवति, कस्मिन् गणे धातुः अस्ति चेत् गुणकार्यं न भवति इति ज्ञातुं शक्यते। उदाहरणार्थं वादिगणे गुणकार्यं भवति, कारणम् अस्ति शप् इति शित् अपि च पित् प्रत्ययः अस्ति, परन्तु दिवादिगणे अपि तुदादिगणे विकरणप्रत्ययः पित् नास्ति अपित् अस्ति इति कारणतः गुणनिषेधः भवति। इति कारणतः दिवादिगणे यः दीर्घरि ऋकारान्तधातु तृ अस्ति तत्र विकरणप्रत्ययः शित् अपि च पित् अस्ति इति कारणतः तत्र परसूत्रं सार्वधातुक आर्धधातुकयोः इति कार्यं करोति, अतः तृ इत्यस्य गुणकार्यं भूत्वा तरति इति अन्तिमरूपं निष्पद्यते। परन्तु दिवादिगणे अस्ति, कस्मिन् गणे तृधातुः? भुवादिगणे, सत्यं भुवादिगणे तृधातुः अस्ति, विकरणप्रत्ययः शप् इति शित् अपि च पित् अस्ति इति कारणतः परसूत्रं विप्रस्तिषेधे परकार्यम् इति आधारेण सार्वधातुक आर्धधातुकयोः इति सूत्रं कार्यं करोति। इति कारणतः ऋकारस्य गुणभूत्वा तृ तर भवति, अन्तिमरूपं तरति इति निष्पद्यते। परन्तु दिवादिगणे अपि च तुदादिगणे विकरणप्रत्ययः अपित् अस्ति इति कारणतः सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यं निषिद्धः जातः, अतः केवलं ऋत इद् धातोः इति सूत्रस्य कार्यं भवति तदन् प्रथमे सोपाने। इति कारणतः जृ जिर् भवति, कृ किर् भवति, तदनन्तरं पुनः एकवारं भेदः जातः। दिवादिगणे विकरणप्रत्ययः श्यन् तस्य निरनुबन्धरूपम् अस्ति य, य हलादि अस्ति इति कारणतः हलि च इति सूत्रेण धातोः ह्रस्व इकारस्य दीर्घ इकारः जातः, अतः जीर्यति इति अन्तिमरूपं निष्पद्यते। परन्तु तुदादिगणे किर् अनन्तरं श इति विकरणप्रत्ययः अस्ति, तस्य निरनुबन्धरूपं भवति अ, अ इति अजादि अस्ति, हलादि नास्ति इति कारणतः हलि च इति सूत्रस्य कार्यं न भवति। किर् इति कारणतः तुदादिगणीयकृधातोः किर् इत्यस्मिन् ह्रस्व इकारस्य दीर्घादेशः न भवति, अतः किरति इति रूपं निष्पद्यते। अन्तिम अचिष्णुधातु ब्रुवां तस्य न जानाति, विवरणं न जानाति। अस्तु अस्तु, नास्ति चिन्ता, बहु सम्यक् भगिनी, बहु सम्यक्तया उक्तवती, सम्यक्, धन्यवादः। तर्हि अत्र अत्र किम् अस्ति इति चेत् भुवादिगणे प्रत्ययः पित् इति जानीमः, अतः गुणकार्यम् इति जानीमः। तुदादिगणे दिवादिगणे तत्र उभयत्र प्रत्ययः अपित् इति जानीमः, तर्हि अपित् इत्यत्रापि अजादि अपित् हलादि अपित् इति भेदः अस्ति। उभय तत्र तुदादिगणे प्रत्ययः अजादि अपित् अस्ति, दिवादिगणे प्रत्ययः हलादि अपित् अस्ति इति कृत्वा तत्र भेदः जायते। दिवादिगणे हलादि अपित् इति कृत्वा हलि च इत्यस्य कार्यं भवति, तुदादिगणे अजादि अपित् इति कृत्वा अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रस्य कार्यं भवति। यथा तत्र री इति धातुः तुदादिगणे अस्ति, रीयोगः श, तुदादिभ्यः श इति श प्रत्ययः, री इति धातुः इकारान्तधातुरूपी अङ्गमस्ति, री इत्यत्र इकारान्तधातुरूपी अङ्गम्, अनन्तरम् अजादिप्रत्यये परे इयङ् आदेशः भवति, अतः री इत्यत्र इयङ् आदेशः भूत्वा रि इत्यत्र ह्रस्व इकारस्य स्थाने इयङ् इति आदेशः, अतः रियति इति रूपं निष्पद्यते. अतः यद्यपि प्रत्ययः अपित् अस्ति उभयत्र, सुदादिगणे दिवादिगणे उभयत्र प्रत्ययः अपित्, तथापि कार्यभेदः अस्ति. अजादि अपित्वा हलादि अपित्वा इति आश्रित्य कार्यभेदः अस्ति इति स्मर्तव्यम्. अजादि अपित् अस्ति चेत् तत्र अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इत्यस्य कार्यं भवति. हलादि अपित् अस्ति चेत् तदानीं हलिच इत्यस्य कार्यं भवति इति भेदः अस्ति अत्र. इति तत्र सारांशरूपेण पश्यामः चेत् भुवादिगणे गुणः, दिवादिगणे हलिच इति विशिष्टसूत्रस्य कार्यं, सुदादिगणे अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति विशिष्टसूत्रस्य कार्यम् इति तत्र भेदः अस्ति. तत्र त्रीणि सूत्राणि वयं स्मरामः चेत् त्रिषु गणेषु अपि वयं रूपं साधयितुं शक्नुमः. अस्तु, तर्हि अग्रे गच्छामः वा भगिनी? तत्र आहत्य ऋकारान्तधातुविषये तत्र कोऽपि भेदः न भवति, यतोहि तत्र गुणः भूत्वा तरति इति भवति. यदि तृ इति तृतादिगणे अस्ति तत्रापि तरति एव रूपं भवति, यतोहि तत् तिरति इति भवति वा तत्र? तिरति इति भवति, न तु तरति. ओ अस्तु, तरति तरति तरति तीर्यति तिरति तिरति इति भवति. यदि त्रिधातुः दिवादिगणे अभविष्यत् तर्हि तत्र तीर्यति इति रूपं, यदि त्रिधातुः तुदादिगणे अभविष्यत् तर्हि तत्र तिरति इति रूपं भविष्यति. अस्तु, तर्हि इदानीम् अग्रे गच्छामः. तुदादिगणे इतोपि विशेषदातवः सन्ति, तेषां विषये किञ्चित् पठामः. अत्र द्वितीयं करपत्रं पी डि एफ् रूपेण यदस्ति तत् कृपया उद्घाटयन्तु. सुदादिगणे इतोपि विशेषदातवः इति अत्र अत्र अस्तु. वंसी भगिनी पठतु. अस्तु भगिनी. तुदादिगणे इतोपि विशेषधातवः. अस्मिन् पाठे तुदादिगणीयाः अवशिष्टविशेषधातवः उपस्थाप्यन्ते. स्मारणार्थं विशेषधातुः नाम तादृशधातुः यस्य अङ्गस्य साधनकार्यं केवलं गणसम्बद्धसामान्यसूत्राणि अधिकृत्य न भवति, अपि तु विशिष्टसूत्राणि अधिकृत्य भवति. अस्तु, तत्र तुदादिगणे वयं जानीमः तुदादिभ्यः शः इति सूत्रेण तत्र श इति प्रत्ययः विकरणप्रत्ययमध्ये आगच्छति, तत्तु गणसम्बन्धकार्यं भवति. परन्तु यत्र विशेषधातवः ये सन्ति, यत्र गणसम्बन्ध अतिरिक्त्य अन्येषां सूत्राणां प्रसक्तिः भवति, तेषां विशेषधातवः इति गणनं कर्तुं शक्नुमः. अत्र के अत्र विशेषधातवः के अपि च तस्तेषां कार्यं किं भवति इति अग्रे पश्यामः. अग्रे पठामि वा भगिनि? पठतु. अस्तु, प्रथमं तु धात्वादेशः. पा अदादि आदि पा आदिधातूनां धात्वादेशः. द्वौ धातुस्तः. तुदादौ धातुद्वयं षड्लु षड्लु इति धातुद्वयमस्ति. तत्र सूत्रमस्ति पाघ्राध्मा स्था म्ना दान दृशि अर्ति सर्ति शत सदां पिब चिख्र धम तिष्ठ मन यच्च पश्य ऋच्छ धौ शीय सीताः इति सूत्रमस्ति. तत्र धात्वादेशः भवति इत्य तत्र पा घ्राध्मा इत्यादीनां स्थाने पिब चिक्र थम एते आदेशाः भवन्ति शितिपरे. केवलं शितिपरे इति ध्येयम्, अतः पिबति परन्तु पास्यति इति. अस्तु, पाश्य घ्राश्य ध्वाश्य सद च तेषाम् इतरेतर द्वन्द्वः पा घ्राध्मा स्था म्ना दान दृशि अर्ति सर्ति शत सदः तेषां पा घ्राध्मा स्था स्ना दान दृशि अर्ति सति शत सदाम्. अस्तु, अस्तु, पिबश्च जिघ्रश्च धमश्च सीतश्च तेषाम् इतरेतर द्वन्द्वः पिब जिघ्र धम तिष्ठ मन यच्च पश्य ऋच्छ धौ क्षीय सीताः. किमर्थं तत्र अस्तु पाघ्राध्मा स्थाम्ना दा दृशि अर्ति सर्ति शत सदां षष्ट्यन्तम्. पिब जिख्र धम तिष्ठ मन यच्च पश्य ऋच्च धौ क्षीय सिद्धां प्रथमान्तं द्विपदमिदं सूत्रम् सीदाः क्षम्यता सीदाः प्रथमान्तं द्विपदमिदं सूत्रम् ष्टिवुक्लममुचामां क्षिति इत्यस्मात् ष्टिवुक्लमुचमं क्षम्यतां भगिनि तत्र मम क्लेशः ष्टिवुक्लमुचमां क्षिति इत्यस्मात् क्षिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् एवं पा घ्रात् मा स्था म्ना दान दृशि अर्ति सर्ति शत सदाम् अङ्गस्य पिब चिक्र धम तिष्ठ मन यच्छ पश्य ऋच्छ धौ क्षीय सीताः क्षिति अस्तु सूत्रं दीर्घमस्ति परन्तु तत्र धातूनाम् आदेशः इति उक्तं पा धातुस्थाने पिब इति आदेशः भवति घ्रास्थाने तत्र जिक्र इति आदेशः भवति तत्र यथासङ्ख्यमनुदेशसमानम् इत्यनेन भवति वा भगिनि तत्र यतोहि तत्र समान आदेशाः भवन्ति अतः तेषां स्थाने एकैकस्मिन् स्थाने एकस्य धात्वादेशः भवति तत्र तु कति पदानि सन्ति सूत्रे दशपदानि वा चत्वारि पञ्च षट् सप्त द्विपदमिदं सूत्रं हा द्विपदम् ओ अस्तु सर्वं मिलित्वा उक्तम् अस्तु समस्तपदमस्ति खलु समस्तपदद्वयम् अस्ति हा समीचीनम् अहं तु एकस्य पदस्य का विभक्तिः कस्य भगिनि कस्य पदद्वयम् अस्ति खलु प्रथमपदस्य षष्ठी विभक्तिः अस्ति यतोहि स्थानी अस्ति द्वितीयं तु प्रथमा विभक्त्याम् अस्ति यतोहि तत्र आदेशः भवति षष्ट्यन्तपदं किं षष्ट्यन्तं पदं किं पाघ्राध्मा एतत्तु सदाम् इति षष्ट्यन्तं पदं पिब जिक्र धम शीय सीदाः इति प्रथमान्तम् अस्ति तत्र अत्र समस्तपदद्वयम् अस्ति तत्र प्रथमसमस्तपदस्य तत्र कीदृशसमासः द्वन्द्वसमासः अस्ति न इतरेतर द्वन्द्वसमासः अस्ति एकस्य एकस्य प्राधान्यमस्ति द्वितीयस्य द्वितीयपदस्य द्वितीयपदस्य अपि इतरेतर द्वन्द्वे एव भवति न समाहारद्वन्द्वः नास्ति यतोहि सत्यं सत्यम् उभयत्र इतरेतरद्वन्द्वः एव अस्ति तर्हि पदद्वयम् अस्ति एकमस्ति स्थानी अन्यत् पदमस्ति आदेशाः एतेषां पदानाम् एते आदेशाः भवन्ति अस्तु भगिनि वदतु अस्तु अत्र किमपि अन्यत् किमपि वक्तव्यं वा इति चिन्तयन्ति क्षितिपरे अस्ति एकं तु क्षितिपरे अस्ति तत्र परे उक्तं पित्वं नास्ति यदि शकारः परे कुत्र आदेशः भवति कुत्र आदेशः भवति सम्पूर्णधातुस्थाने भवति न सम्पूर्ण किमर्थं सम्पूर्णधातुस्थाने धातोः स्थाने ओ अस्तु तत्र अनेकाश्चित् सर्वस्य किमर्थम् अन्तादेशः नास्ति अष्टादेशः नास्ति यतोहि तत् अनेकाल् अस्ति न अनेकाल् अस्ति यच्छ इति एव अन्तादेशः भवति चेत् सर्वादेशः अलोक्यस्य अत्नेन अन्त्यादेशः भवति सामान्य अलोक्यस्य अपवादः अस्ति अनेकाल् अनेकाल्चित् सर्वस्य इति अपवादसूत्रमस्ति अलोन्त्यस्य इत्यस्य अतः अत्र आदेशः ये आदेशाः उक्ताः ते सर्वे अनेकालः सन्ति खलु समीचीनम् अतः सर्वादेशः सम्पूर्णधातवः धातुस्थाने भवति तत्र आदेशः समीचीनं तर्हि सूत्रस्य विषये कोऽपि प्रश्नः अस्ति वा अस्तु तर्हि इदानीम् अग्रे विजयलक्ष्मी भगिनी हा पठामि षड्लु योगः ष सद् योगः अ पाघ्राध्मा इति दीर्घसूत्रेण सीद आदेशः सीद योगः अ अतो गुणे इत्यनेन अपदान्तात् अतः गुणे पूर्वपरयोः पररूपम् एकादेशः सीद इति अङ्गं भवति सीदयोगः तिङ् प्रत्यय सीदति इति अन्तिमरूपम् अत्र धात्वादेः शः सः इति वा भगिनी षकारस्य सकारादेशः सत्यं तत्र षड्लु इति औपदेशिकधातु तत्र आदेः षकारस्य सकारादेशः भवति धात्वादेः शः सः इत्यनेन अन्तिमलुकारः तु उपदेशे अजनुनासिक इत्यनेन इत्सम्य प्राप्नोति तस्य लोपः भवति अत्र सद् इति दीर्घसूत्रे अस्ति अतः सदाम् इति अस्ति खलु अतः दीर्घसूत्रस्य अत्र प्रसक्तिरस्ति दीर्घसूत्रेण सद् योगः अ इत्यस्य सीद् इति भवति सीद् योगः अ सीद् इति अस्ति वा नो चेत् सीद इति अस्ति वा सीद इति अस्ति सीद योगः अ अत्र अपदान्तसीद इत्यस्य अतोगुणे इत्यनेन अनन्तरं गुणवर्णः अकारः अस्ति इति पूर्वपरयोः स्थाने पररूपमेकादेशो भूत्वा सीद इत्येव अङ्गं तस्य तिङ्प्रत्यययोजनेन सीदति इति रूपं भवति अत्र षड्लु विसरणगत्यवसादनेषु इति धातुः भ्वादौ अपि तुदादौ अपि भवति भेदः अस्ति आच्छीनद्योर्नुम् इत्यनेन तुदादौ शतरि स्त्रियां नुम् विकल्पः पुंसि सीदन् स्त्रियां सीदन्ति सीदति इति रूपद्वयं भवति अत्र षड्लु इति धातोः द्वयोः गणयोः किम् अस्ति प्रेजेन्स् अस्ति भ्वादौ अपि अस्ति तुदादौ अपि धातु अस्ति समानार्थे एव अस्ति विसरणगत्यवसादनेषु इति अर्थे तत् किं भगिनि सूत किं तत्र धातोः अर्थः वा विसरणगत्यवसादनेषु अहं वदामि गतिः इति अस्ति गतिः तु गतिः गमनम् इति जानीमः विसरणम् अनन्तरम् अवसादनम् इति पश्य दृष्ट्वा वदामि भवती अग्रे गच्छतु अत्र भुवादौ तुदादौ कः भेदः इति प्रश्ने सति आच्छीनद्योर्नुम् इति सूत्रेण तुदादौ शत्रुप्रत्ययस्य योजनेन स्त्रियां विकल्पेन नुम् आगमः भवति अतः रूपद्वयं सिद्ध्यति सीदन्ति सीदति इति विकल्पेन रूपद्वयं पुंसि सीदन् इति एव भवति भ्वादौ तु सीदन्ति इति एव भवति सीदन् सीदन्ति इति तदेव भेदः षड्लु योगः षड् ओ अत्र इदानीं तालुवादि शः षड्लु योगः ष अत्र षड् इति दीर्घसूत्रे अस्ति वा अस्ति षड् इत्यस्य शीय इति भवति वा हा सत्यं षड्लु योगः ष षड् योगः अ इति भवति पाघ्राध्मा इति दीर्घसूत्रेण षड् इत्यस्य शीय इति सर्वादेशः भवति शीययोगः अ पुनः अतो गुणे इत्यनेन अन्तिम आकारस्य गुणवर्णः परे भवति चेत् पूर्वपरयोः स्थाने एकः पररूपं गुणवर्णः आदेशः भवति, अतः शीय इति अङ्गम् आत्मनेपदी धातुः अस्ति. कथं जानीमः आत्मनेपदी धातुः इति? शीयते इति रूपं, परन्तु कथं स्वरः कीदृशः इति द्रष्टव्यं खलु. अनुदात्तनित आत्मनेपदम् इति अस्ति खलु, अनुदात्तस्वरः स्यात्. ओ एवं वा, अस्तु अस्तु. अतः शीयते इति आत्मनेपदीरूपं. पुनः षड्लु शातने इति धातुः भ्वादौ अपि तुदादौ अपि भवति, उभयत्र रूपाणि समानानि. तत् कथं? तत्र नुमागमः न भवति वा अच्छी नद्योर्नुम् इति? कुत्र शीयते? शीयन् शीयन्ति इति न भवति वा? ओ शीयन् न, अत्र लटीरूपमेव. सत्यं शानच् प्रत्ययः भवति खलु. सत्यं सत्यं शानच् प्रत्ययः. अतः शत्रुप्रत्ययस्य प्राब्लम् अत्र नास्ति. अतो गिने पठामि वा एकक्षणं? तत्र अर्थः, अर्थस्य विषये पृष्टवती खलु. शदुल्रु इत्यस्य विशरणम् इत्युक्ते हिंसा इति अर्थः. गतिः इत्युक्ते तत्र गमनम् इत्येव अर्थः. अवसादनम् इत्युक्ते तत्र ह्युमिलियेशन् इति अर्थः. अस्तु. ओ भिन्नभिन्न अर्थेषु त्रिषु त्रिषु त्रयः अर्थाः सन्ति. द्वयोः गणयोः अपि त्रयः अर्थाः भवन्ति वा? सत्यं, द्वयोः अपि त्रयः अर्थाः भवन्ति. अस् इदानीन्तनकाले एतादृशं ध्वनि न श्रोतुमेव शक्यते. टेलिफोन् सर्वत्र केवलं मोबैल् एव भवति. एतत् लाण्ड्लैन्. अस्तु, अत्र सूत्रस्य विषये कोऽपि प्रश्नः अस्ति वा भगिनी? मम एकः प्रश्नः, तत्र तुदादिगणीय गणस्य विषये नास्ति, परन्तु सूत्रस्य विषये. अत्र अर्ति इति दत्तमस्ति खलु, दान् दृशि अर्ति. अर्ति इति ऋ धातुः इति अहं दृष्टवती, तस्य रुच्छ इति आदेशः भवति. अर्ति इति ऋ धातुः गतिप्रापणयोः इति अर्थे अस्ति. तत्तु भुवादिगणीयधातुः अस्ति. अत्र भुवादिगणीयधातुः अस्ति, तत् ऋ इत्यस्य धातुनिर्देशार्थं इक्ष्टिपौ धातुनिर्देश इत्यनेन स्टिप् आयाति चेत् ऋ ति इति भूत्वा, तत्र मध्ये कोऽपि विकरणप्रत्ययः न भवति वा? अर् योगः ति इति एव भवति. भुवादि अस्ति चेत् अ इति तत्र भवेत् खलु, अरति इति भवेत् खलु. ओके ओके. सो इत्युक्ते भवती पृच्छति किमर्थं तत्र शप् इत्यस्य लुक् अभवत् इति. हा, तत्र अदादिगणे अदादिगणीयः इति स्वीकृत्य अर्ति इति उक्तं खलु, परन्तु धातुः भुवादिगणे अस्ति खलु इति भवत्याः प्रश्नः. अत्र किं चिन्तयामि इत्युक्ते, अत्र तत्र ऋधातोः प्रायः तत्र वेदे तस्य लुक् स्यात्, विकल्पेन लुक् किमपि स्यात्, तदर्थं तत्र अर्ति इति उक्तं. पूर्वमपि एतादृशप्रश्नः आगतः आसीत् एकवारं तत्र वेदस्य विषये इति चिन्तयामि. पुनः एकवारं दृष्ट्वा अनन्तरं वदामि. तत्र छन्दसि विषये एव अस्ति इति. अर्ति इति बहुषु सूत्रेषु आगच्छति ऋ इत्यस्य धातुनिर्देशार्थं. तत्र सर्वेषु स्थलेषु अर्ति एव अस्ति. भुवादिगणीय भवतु वा जुहोत्यादिगणीय भवतु वा कोऽपि कस्मिन्नपि गणे भवतु, परन्तु अर्ति एव अस्ति. तत् न अवगतवती. तादृशधातुः तत्र तु जुहोत्यादिगणे अपि एकः ऋ गतौ इति धातुः अस्ति. अस्ति अस्ति. अतः तत्र जुहोत्यादिगणीयधातोः विषये वदन् अस्ति चेत् तदानीं तत्र अस्तु, तत्र तत्र द्वित्वं भूत्वा प्रदर्शनीयं, नो चेत् तत्र अन्यत् किमपि स्यात्. परन्तु तत्र किम् अदादिगणीयधातुः तु नास्ति एव रु इति धातुः नास्ति एव तर्हि अत्र तु प्रश्नः उचितः किमर्थम् अर्ति इति उक्तम् इति प्रश्नः उचितः प्रायशः छन्दसः विषयः स्यात् इति अहम् इदानीम् वदामि अनन्तरम् एकवारं दृष्ट्वा अपि वदामि इति यावत् स्मरामि तावद् वदामि इदानीं तत्र पूर्वमपि एतादृशप्रश्नः आसीत् तदानीं तत्र छन्दसः विषयः इति मया दृष्टमासीत् इदानीं पुनः एकवारं दृष्ट्वा अनन्तरं वदामि अस्तु भगिनि धन्यवादः अस्तु तर्हि अग्रे गच्छामः वा इदानीं तत्र अत्र कोऽपि प्रश्नः अस्ति वा त्रिषु तत्र त्रयः धातवः सन्ति एतेषां स्थाने अनेन सूत्रेण अनेन विशिष्टसूत्रेण धात्वादेशः भवति सर्वत्र आदेशः सद् धातोः सीद इति आदेशः अनन्तरं षदुलृ इति तालव्यषकारान्तधातुः षद् इति अस्ति तस्य स्थाने शीय इति आदेशः अतः शीयते इति रूपं पूर्वं तु सीदति इति रूपमासीत् भुवादौ अत्र शीयते इति रूपम् अनन्तरं शतलृशातने इति धातुः भुवादौ अपि अस्ति तुदादौ अपि अस्ति उभयत्र रूपाणि समानानि इति अत्र उक्तमस्ति अस्तु तर्हि अतो गुणे इति सूत्रं तत्र उमा भगिनी पठति वा पठामि अतो गुणे अपदान्तात् अतः गुणे पूर्वपरयोः पररूपम् एकादेशः संहितायां गुणः इत्युक्तौ आ ए ओ अतः पञ्चम्यन्तं गुणे सप्तम्यन्तं द्विपदमनं सूत्रम् उस्य पदान्तात् इत्यस्मात् अपदान्तात् अपि च येङि पररूपम् इत्यस्मात् पररूपम् इत्यनयोः अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रं गुणे अपदान्तात् अतः पूर्वपरयोः एकः पररूपं संहितायाम् इदं सूत्रं वृद्धिरेचि अकः सवर्णे दीर्घः इत्यनयोः अपवादभूतसूत्रम् ओके अतो गुणे ओके फस्ट् गुणः इत्युक्तौ आ ए ओ दट् इस् गुणाक्षरङ्ग अक्षराणि अतः पञ्चम्यन्तं गुणे सप्तम्यन्तं सो अतो गुणे द्विपदमिदसूत्रम् अपदान्तात् अतः गुणे पूर्वपरयोः पररूपम् एकादेशः संहितायां सो अपदान्तम् अस्ति चेत् अतो गुणे इत्यस्मात् पूर्वपरयोः स्थाने एकादेशः भवति एकादेशः भवति पूर्वपरयोः पूर्वपरयोः ओके ओके पररूपम् एकादेशः भवति दट् इस् फालोयिङ्ग् दिस् अवगतं देन् उस्य पदान्तात् इत्यस्मात् अपदान्तात् अपि येङि पररूपम् एवम् ओके पररूपम् इत्यस्य अनुवृत्तिः तावदेव अपि च एङि पररूपम् ओके ओके ओके इत्यस्मात् पररूपम् इति अनुवृत्तिः आगच्छति देन् एकः पूर्वपरयोः संहितायाम् अपि आगच्छति देन् अधिकारः संहितायाम् इति अधिकारः देन् अनुवृत्तिसहितसूत्रं गुणे अपदान्तात् अतः पूर्वपरयोः एकः पररूपं संहितायां अत्र अपदान्ते पूर्वपरयोः स्थाने पररूपम् एकादेशो भवति समीचीनम् इत्युक्ते पूर्वं पूर्वं ह्रस्व अकारः भवेत् अप् इति उक्तं खलु अप् इति उक्तम् अतः पूर्वं ह्रस्व अकारः भवेत् ह्रस्व अकारः अपदान्ते भवेत् पदान्ते न स्यात् अपदान्ते ह्रस्व अकारः भवेत् अनन्तरं गुणसंज्ञकः वर्णः भवेत् गुणसंज्ञकः वर्णः इत्युक्ते के के वर्णः अयीवु न गुणसंज्ञा कस्य अस्ति ए ओ गुणसंज्ञकवर्णः अ ए ओ इत्युक्ते पूर्वं ह्रस्व आकारः भवेत् सः ह्रस्वकारः पदान्ते न भवेत् अनन्तरं गुणसंज्ञकः वर्णः अकारः एकारः ओकारः एतेषु त्रिषु अन्यतमः वर्णः भवेत् तदानीं पूर्वपरयोः स्थाने किम् पररूपं भवति पररूपम् इत्युक्ते गुणसंज्ञकः वर्णः भवति इदानीं तत्र शीययोगः अ इति स्थितौ तत्र किं तत्र शीययोगः अ इति स्थितौ किं भवति इति प्रदर्शयतु शीय ईकारान्त ईकाराद न न शीय इत्यत्र यकार उत्तरवर्ति अकारः अस्ति शीय यकार उत्तरवर्ति अकारः ओके ओके अकारः शीय आ ये आगच्छति न शीय शीययोगः शीययोगः शप् इति विकरणप्रत्ययः तर्हि शीययोगः अ इति स्थितौ अतो गुणे इत्यस्य कार्यं कथम् शीययोगः ये शीययोगः ए इति नास्ति भगिनि शीययोगः अ इति स्थितिः ओके ओके सारि ओके शी शीययोगः अन्तः अन्ते भवति शीय इत्यत्र ह्रस्वकारः अस्ति अनन्तरम् अ इति अस्ति प्रत्ययः ओके इदानीम् अतोगुणे इत्यस्य कार्यं कथं शी आ इति शुल्कम् अतो कसवर्णे दीर्घः इति सूत्रेण आ आगच्छति किन्तु अतोगुणे सूत्रेण अत्र दीर्घत्वं निषिद्धं तत्तु अस्ति परन्तु अतो गुणे इत्यस्य कार्यं किम् इति वदतु इदानीं अस्तु अत्र समयस्य अभावः इति कृत्वा तत्र पमेला भगिनी सहायं करोतु भगिनि शून्ययोग अत्र तत्र अतो गुणे इत्यस्य कार्यम् अस्ति पूर्वपरयोः पररूपम् एकादेश तर्हि सीयकारयोग अकारयोग अकार तर्हि सीययोगपररूपस्य अकारस्य एव एकादेश तर्हि सीयति इति भवति भगिनि तत्र शीय इत्यत्र किम् अपेक्षितमस्ति अतो गुणे इत्यस्य कार्यार्थं गुणसंज्ञक वर्ण अपेक्षितम् अकारगुणसंज्ञकवर्ण अस्ति परः न न अत्र अकारद्वयम् अस्ति खलु शीय इत्यत्र यः एकः अकारः अनन्तरं प्रत्ययस्य अकारः अस्ति इदानीं वदतु सूत्रस्य निमित्तानि कथं पूरितानि इति वदतु दीर्घत्वं न आगच्छति अपदान्ते अपदान्ते अतः पररूपम् एकादेश गुणे गुणे अस्ति खलु तत्र गुणे सङ्गेकवर्ण अस्ति अकारः परप्रत्ययस्य आदौ तदेव भवती अवगतवती भगिनी किञ्चित् इतोपि प्रतिपादयतु शीय इत्यत्र ह्रस्व अकारः अस्ति सः अकारः अपदान्ते अस्ति अनन्तरम् अ इति प्रत्ययः इत्यत्र अ इति प्रत्यये अकारः गुणसंज्ञकः अस्ति इति कृत्वा निमित्तानि पूरितानि इति कृत्वा पूर्वपरयोः पूर्वं यः अकारः अनन्तरं यः अकारः द्वयोः स्थाने किम् आयाति पररूपादेशः पररूपं किम् पररूपम् अकारः गुणसकारः सः आदेशः आयाति अतः अकारः योगः अकारः अनयोः द्वयोः स्थाने तस्व अकारादेशः अतः एकः एव आगच्छति हा शीयते इति रूपम् इति एवं तत्र किञ्चित् प्रतिपादयति चेत् सर्वेषाम् अवगमनं भवति भवती तु सम्यक्तया अवगतवती कमला भगिनी प्रतिपादयतु पुनः प्रतिपादयतु आं भगिनि तत्र शीय अस्ति अत्र अपदान्तात् अन्ते ह्रस्व अकारः अस्ति ततः परं प्रत्ययस्य अकारः अस्ति ह्रस्व अकारः अस्ति प्रत्ययस्य ह्रस्व अकारपे अस्ति तत् गुणसंज्ञकवर्णः अस्ति तर्हि अतोगुणे इत्यस्य पूर्वपयोः पररूपं ह्रस्व अकार आदेशः भवति तर्हि शीययोगः अकारः अस्ति तर्हि अकार योग अकार अस्ति पररूपम् अकार पररूपं ह्रस्व अकार आदेशः भवति शीयति इति दीर्घः इति बाधित्वा अत्र अतोगुणे इत्यनेन पूर्वपरयोः पररूपम् आदेशः भवति खलु महोदय सत्यं सत्यं सत्यम् अस्तु इदानीं तत्र अग्रे अरविन्द महोदय अग्रे पठतु इदं सूत्रं वृत्तिरेचि अकसवर्णिदीर्घ इत्यनयोः अपवादसूत्रं यदा पटयोगः अन्ति पठन्ति अतो गुणे इति अत्र अकसवर्णिदीर्घ इत्यस्य अपवादसूत्रं सेवायोगः ये सेवे तत्र सेवे अतो गुणः इत्यस्य वृत्तिरेचि इत्यस्य अपवादसूत्रम् अतो गुणे अपवादसूत्रमस्ति वृद्धिरेचि एवम् अकसवर्णदीर्घ इत्यनयोः सूत्रयोः विषये पटयोगः अन्ति तत्र अपदान्त अकारमस्ति पट इति अन्ति इति अकारगुणसंज्ञक अस्ति इति कृत्वा अपदान्त अकार अनन्तरं गुण अकार आयति इति तत्र अधोगुणे इति अकसवर्णे भवितुम् अर्हति किन्तु तत् प्रपाद्यम् अपवादबलेन अतो गुणैः इति सूत्रमेव कार्यं करोति इति अस्ति सेवायोगः ये अत्र अपदान्त अकार अस्ति ये गुणवर्ण गुणसंज्ञकः एकार अस्ति इति अपदान्त अकारस्य एवम् एकारस्य अत्र अतो गुणे इति सूत्रम् परस्पर एक एकरूप आदेश आदेश भूत्वा एकार एव भवति इति कृत्वा सेवे इति रूपं पश्यति तत्र वृद्धिरेचि इति सूत्रस्य अपवादमस्ति यदि तत्र सेवे इति वृद्धिस्थाने वृद्धिरेचि इति सूत्रस्य अपवादरूपेण अतो गुण अतो गुणः इति सूत्रं कार्यं करोति बहु समीचीनम् इत्युक्ते आहत्य अतो गुणे इति सूत्रम् अकः सवर्णे दीर्घः इत्यस्यापि अपवादभूतसूत्रं वृद्धिरेचि इत्यस्यापि अपवादभूतसूत्रम् इत्युक्ते तत्र एकस्य पदस्य निर्माणसमये एव अतो गुणे इत्यस्य कार्यं भवति इत्युक्ते यदा पदं सिद्धं पदयोः मध्ये यदा सन्धिः भवति तदानीम् अतो गुणे इत्यस्य कार्यं न भवति यतोहि पदान्ते भवति खलु अपदान्ते इति उक्तत्वात् सूत्रे पदनिर्माणवेलायाम् एव अतो गुणे इत्यस्य कार्यं भवति प्रक्रियायां कार्यं भवति यदा एकं पदं सिद्धं तत्पश्चात् सन्धिः यदा भवति तदानीम् अतो गुणे इत्यस्य कार्यं नास्ति तत्र तु अकः सवर्णिदीर्घः वृद्धिरेचि इत्यस्य एव कार्यं भवति यतोहि अकः सवर्णिदीर्घः वृद्धिरेचि इत्यत्र अपदान्ते इत्यस्य अनुवृत्तिः नास्ति अतो गुणे इत्यत्र एव अपदान्ते इत्यस्य अनुवृत्तिः अतः केवलम् अपदान्ते इत्यत्र एव अस्य कार्यम् अतः स्मर्तव्यम् अतो गुणे इत्यत्र अपदान्ते इति पदम् अनुवृत्तमस्ति अपदान्तात् इति पदम् अनुवृत्तमस्ति अस्तु उमा भगिनी अवगतं वा आं भगिनी अवगतम् अस्तु तर्हि इदानीं सूर्यकुमारी भगिनी अग्रे भगिनि इदं सूत्रं क्षम्यताम् इषुधातोः इषुधातोः चकारादेशः एकः धातुः अस्ति तुदादिगणे. तुदादौ इष् इच्छायाम इति धातुः. इषुगम् इषुगमयमां च इष्कं यम् येषां चकारादेशः भवति सिति परे. अलो अन्तस्येतनेन छ आदेशः अन्तिमवर्णस्य स्थाने न तु पूर्णधातोः स्थाने. इषिच्च गमिच्च यं च तेषाम् इतरेतर द्वन्द्वः. इषुगमय यमः तेषाम् इषुगमयमाम् इषुगमयमां षष्ठ्यन्तं च प्रथमान्तं द्विपदं प्रथमं स्तोत्रम्. स्टिवु क्लमुचमां सिति इत्यस्मात् सिति इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. इषुगमयमाम् अङ्गस्य च सिति सूत्रं वदति. इषुगमयमां च द्विपदसूत्रम्. इषुगमयमां षष्ठ्यन्तम् इषुगमयमां षष्ठ्यन्तं छः प्रथमान्तम् तदादिगणे इष धातु एव अस्ति. छः एक आलस् छ चकारः एकाल अस्ति. अलो अन्तस्य इत्यनेन च आदेशः अन्तिमवर्णस्य स्थाने न तु पूर्णधातोः स्थाने. सूत्रं त्रीणि त्रयः धातवः सन्ति. इषु इष् गम् यम् तेषाम् इतरेतर द्वन्द्वः. इषु गमय मामः यमः इषु गमय मां षष्ठ्यन्तं छः प्रथमान्तम् अनुवृत्तिसहितसूत्रे स्टिव् क्लं च मां सिति इत्यस्मात् सिति अनुवृत्तिः. अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रम्. इषु गमि यमाम् अङ्गस्य चः सिति निमित्तानि धातु धातवः त्रयः सन्ति. चकारः आदेशः भवति धात्वादेशः. अवयव एव भवति धातवयव एव अन्तिमवर्णस्य स्थाने भवति. अन्यनिमित्तं सिति परे एव. समीचीनं बहु समीचीनं, धन्यवादः. सम्यक् इत्युक्ते इषु गमयमाम् इति पदं तत्र द्वन्द्वसमासे अस्ति. तर्हि इदानीं इदानीं तत्र विनयमहोदय वदतु, इषु गमयमां चः इति सूत्रे चः इति आदेशः किमर्थं प्रत्येकं तत्र प्रत्येकं धातोः विषये अस्य सम्बन्धः किमर्थं केवलम् अन्तिमधातोः विषये एव चः इति आदेशस्य सम्बन्धः नास्ति? इषुगमयमाम् इत्यत्र षष्ठ्यन्तं पदमस्ति, स्थानी अस्ति. कथं जानीमः चः इति आदेशः च इति आदेशः तत्र प्रत्येकं धातोः विषये अस्य सम्बन्धः अस्ति इति कथं जानीमः? कोऽपि वदतु. अङ्गस्य इति अस्ति, अङ्गस्य इति उक्ते तस्मात् धातोः अङ्गस्य इति भवतु, अङ्गस्य इति भवतु, परन्तु तत्र इषु गमयमाम् इत्यत्र द्वन्द्वादौ द्वन्द्वमध्ये द्वन्द्व श्रूयमानं पदं प्रथमान्तपदम् अभिसम्बध्यते इति वक्तव्यं सम्यक् सम्यक् इति वक्तव्यम् इत्युक्ते तत्र द्वन्द्वसमासः अस्ति. द्वन्द्वसमासस्य अन्ते च इति पदम् अस्ति. अतः एकः नियमः अस्ति द्वन्द्वसमासस्य विषये. एकः नियमः अस्ति द्वन्द्वादौ द्वन्द्वमध्ये द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकम् अभिसम्पद्यते इति नियमः अस्ति. अतः द्वन्द्वसमासस्य अन्ते च इति पदं श्रूयते इति कृत्वा तस्य सम्बन्धः प्रत्येकं पदेन सह भवति अथवा प्रत्येकं धातुना सह भवति. अतः च इति आदेशस्य इष् इति धातुना सह सम्बन्धः, गम् इति धातुना सह सम्बन्धः, यम् इति धातुना सह सम्बन्धः इति कृत्वा तत्र च इति आदेशः एतेषां त्रयाणां धातूनां विषये अपि तस्य सम्बन्धः भवति. अस्तु विनय महोदय अग्रे पठति वा. अस्तु विजया भगिनी अग्रे. अस्तु महोदय नमस्कारः महोदय. न श्रूयते विनय महोदय. केवलं शिति शिति परे इति देयम्. अतः इच्छति परन्तु एशिष्यति. किमर्थं भगिनी अत्र इच्छति परन्तु एशिष्यति लृट् लकारम् आगच्छति? यतोहि शिति परे इति उक्तं खलु सूत्रे. लृट् लकारे शिति परे नास्ति अतः आदेशः नास्ति. इष् योगः श इषुगमीयमां छः अलौन्त्यस्य इत्याभ्यां इष् स्थाने च इच् भवति. इदानीम् इच् योगः अख अ इच् योगः अ छे छे इत्यनेन चकारे परे संहितायां विषये ह्रस्वस्य स्वरस्य तुक् आगमः भवति. अनन्तरम् आद्यन्तौ टकितौ इत्यनेन इकारस्य अनन्तरं न तु पूर्वम् इकारस्य अनन्तरम् एव आद्यन्तौ टकितौ इत्यनेन इकारस्य अनन्तरं चकारः भवति. छेच इत्यनेन तुक् आगमः भवति. इच् योगः इदानीं तुक् आगमः भवति. इतच् इत् इतिच् इति भवति. इत् इच् योगः स्तोः चुनाश्चुः इत्यनेन तवर्गस्य शकार च वर्गाभ्यां योगे तावर्गस्य क्रमात् च वर्गः आदेशः भवति. अतः तत्र तकारस्य स्थाने चकारः प्रथमवर्णः भवति. इच् योगः एतत्तु शप् अत्र अनुबन्धलोपानन्तरम् अकारः तिष्ठति. अत्र इच् योगः इच्छ इति भवति. इच्छ इति इदानीम् अङ्गं भवति. इच्छ योगः ति इच्छति इति अन्तिमरूपम्. अत्र उदाहरणरूपेण दत्तं किं किं सूत्राणि तत्र भवन्ति इति. इष् योगः इष योगः इष् भवति. उपदेश अज अनुनासिक इत् इत्यनेन तत्र इष् भवति. तत्र शकारस्य उत्तरवर्ति अकारः लोपः भवति. अतः तत्र इष् इति भवति. इष् योगः शप् अत्र अकारः एव तिष्ठति अनुबन्धलोपानन्तरम्. इदानीं चेच इच् योगः अ इति तिष्ठति. इषुगमियमां चः इत्यनेन इष् गम् यम् धातूणां चकारः तिष्ठति. अत्र चकारस्य स्थाने महाप्राणचकारः तिष्ठति. इच् योगः अ. इदानीम् इच् योगः चेच इत्यनेन तुक् आगमः भवति. अतः मध्ये तकारः भूत्वा इत् इच् इति भवति. अत्र शप् नास्ति भगिनि. शप् अत्र श इति प्रत्ययः अस्ति खलु. अतः भुवादिगणे नास्ति. श तत्र लशकतटिते इत्यनेन शकारस्य इत् भवति. अकारः एव तिष्ठति. आं महोदय धन्यवादः. इदानीम् आद्यन्तौ टकितौ इत्यनेन तकारः आगच्छति. पूर्वम् आगच्छति इत् इच्छ. इदानीं स्तोः चुनाश्चुः इत्यनेन तकारस्य स्थाने प्रथमवर्णः क्रमेण आगच्छति. अत्र इच्छ इति भवति. इच् योगः अ इच्छ इति भवति. वर्णमेलनेन इच्छ योगः तिङ् अत्र ति भवति. इच्छति इति अन्तिमरूपं निष्पन्नं भवति. महोदय समीचीनं. तर्हि अत्र बहूनि सोपानानि सन्ति. यथा भगिनी प्रतिपादितवती तथैव अत्र चेच इति तुगागमस्य सूत्रमपि आयाति, अनन्तरं सन्धिकार्यम्। अस्य विषये पुनः अग्रिमसप्ताहे इतोपि चिन्तयामः। तर्हि अत्र स्थगयामः, समयः अतीतः। धन्यवादः, नमस्कारः। धन्यवादः, धन्यवादः, धन्यवादः, धन्यवादः।